तर्हि अद्यतनपाठः यङ्लुगन्तप्रसङ्गे भवति. तत्र अन्तिमभागः अस्य करपत्रस्य विकरणसम्बद्धः. तस्मात् पूर्वं यः भागः पदनिर्णयः इति भागः अस्ति, तत् तस्मिन् प्रसङ्गे कश्चन प्रश्नः द्विवारम् आगतम् इति कृत्वा तत् सम्यक्तया प्रतिपादनीयमस्ति इति कृत्वा. अन्य केनचित् आगतमस्ति वा? नमस्ते महोदय, क्षम्यतां. स्वागतम्. अस्तु, अस्माकं पाठः अत्र भवति यङ्लुकि यङ्लुगन्तदातवः इति करपत्रमस्ति, तत् उद्घाटयन्तु. यङ्लुगन्तदातवः, यङन्तदातवः इति न, तस्य करपत्रस्य अन्ते पदनिर्णयः इति भागः अस्ति. पदनिर्णयः. अस्तु, यशोवर्धनं तत्र तत्र पठतु कृपया. यङन्तदातुः पदनिर्णयः यङन्तधातुः निक् भवति, तस्मात् अनुदात्त मित आत्मनेपदम् इत्यनेन आत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते. किन्तु यङ् लुगन्धधातुः अनुदात्तेत नित् स्वरितेत नित् अकारः नास्ति, अनुदात्तेत अनुदात्तेत खलु. अस्तु, अनुदात्तेत नित् स्वरितेत नित् नित् इत्येभ्यः भिन्नः इति कारणतः शेषात् करकरि परस्मैपदम् इत्यनेन परस्मैपदसंज्ञकप्रत्ययाः एव विधीयन्ते. अत्र प्रश्नः उदेति यत् यङ् लुक् प्रक्रियायाम् अत्र किमुक्तम्? अत्र महोदय उक्तमस्ति यत् यङ् यङ्गन्तधातुः यदि अस्ति तर्हि यङ् प्रत्ययः यदा आगच्छति तद् यङ् प्रत्ययः तु नित् अस्ति. नित् अस्ति अतः अनुदात्त नित आत्मनेपदम् इति सूत्रेण नित् अस्ति चेत् आत्मनेपदं भवति. अतः वयं जानीमः यत् यङ्गन्तधातुः आत्मनेपदं धातुः आत्मनेपदीधातुः अस्ति. परन्तु यङ् लुगन्तधातुः यत् अस्ति तत्र यङ्गः लुक् भवति, अतः तत्तु लुक् भवति अतः अनुदात्तेत् अनुदात्तेत् नित् स्वरितेत् नित् इत्येभ्यः किमपि नास्ति, यतोहि प्रत्ययः एव नास्ति. अतः शेषात् कर्तरि परस्मैपदम् इत्यनेन यङ् लुगन्तधातुः परस्मैपदि भवति इति उक्तमस्ति अधुना पर्यन्तम्. अस्तु, अग्रे अत्र प्रश्नः उदेति यत् यङ् लुक् प्रक्रियायां यङ् प्रत्ययः विधीयते तदा तस्य लोपो भवति. धातुसंज्ञाप्रसङ्गे अस्माभिः दृष्टं यत् धातुभ्यः यदा हि यङ् प्रत्ययः विधीयते तदा हि सनाद्यन्ताः धातवः इत्यनेन धातुसंज्ञा भवति. अनन्तरं यङ् लुकि प्रत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन धातुसंज्ञा तिष्ठति एव. एवमेव यङ् प्रत्ययस्य लुकि सत्यपि किमर्थं न प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन नित्वं मत्वा अनुदात्त नित आत्मनेपदम् इत्यनेन यङ् लुगन्धधातुः अपि आत्मनेपदी स्यात्? आम्, अतः प्रश्नः अस्ति महोदय यत् यङ् प्रत्ययः आगच्छति प्रथमं, यदा प्रत्ययः आगच्छति तदा सनाद्यन्त्याः सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञा विधीयते. तदनन्तरं लोपः भवति, परन्तु लोपः भवति तर्हि तदापि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण धातुसंज्ञा तु तिष्ठति एव. तद् वयं जानीमः एतत्तु. परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति चेत् किमर्थं नित् इति भूत्वा अनुदात्त नित आत्मनेपदम् इति सूत्रेण यङ् लुगन्तधातुः किमर्थम् आत्मनेपदी न भवति, तत् किमर्थं प्रथमेपदी भवति इति प्रश्नः अस्ति इति. हा, इति प्रश्नः अस्ति. अस्मिन् अवसरे इदानीम् अन्येन केनचित् आगतं वा? न महोदय, मम एव डिस्कनेक्षन् पुनः. अस्तु, न चिन्ता. महोदय, अहम् अस्मि वेङ्कटेशः महोदय. वेङ्कटेश महोदय अस्ति. अस्तु, इतः अग्रे सरेम तर्हि. इदानीं अस्मिन् प्रसङ्गे यङोचि च इत्यस्य व्याख्याने सिद्धान्तकौमुदी ग्रन्थकारे ग्रन्थकारो प्रतिपादयति यत् शेषात् कर्तरि इति परस्मैपदम् अनुदात्तङितः इति तु न ङित्वस्य प्रत्यय प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्राप्ते प्रवृत्तेः प्रत्ययलक्षणाप्रवृत्तेः यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् अत एव सुदृशत्प्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो न येऽपि स्पर्धशीङादयोनुदात्तङितस्तेभ्योऽपि न अनुदात्तङितः इत्यनुबन्धनिर्देशात् तत्र स्थिपा शपा इति निषेधात् अत एव स्यन्नादयो न गणेन निर्देशात् किन्तु शबेव चर्करीतं च इत्यादौ पाठाच्छपो लुक् ओ इति तत्र साक्षात् सिद्धान्तकौमुद्यां यदस्ति तद् दत्तमस्ति इति अहं चिन्तयामि अतः एव भाषा एतादृशमस्ति हा हा इति तत्र सिद्धान्तकौमुदी ग्रन्थकारस्य उत्तरं तस्य प्रश्नस्य एव साक्षात् उत्तरम् अत्र दत्तमस्ति हा इति उत्तरं दत्तमस्ति तस्मिन् दिने नाम किं प्रत्ययसप्ताहद्वयात् प्राक् इति द्रोणमहोदयः उक्तवान् तत्रैव अस्ति किञ्चित् जाटिलिमस्ति इति मनसि निधाय किञ्चित् इतोपि विस्तरेण विलिख्य प्रतिपादितमस्ति अत्र अग्रे तत्र अपर्णा भगिनी पुनः पठति वा अत्र शेषात् कर्त्री इति आं महोदय शेषात् कर्तरि इति परस्मैपदम् अनुदात्तङितः इति तु न ङित्वस्य प्रत्यया अप्रत्यय असाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्रैव तत् अत एव सुदृशप्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो न येऽपि स्पर्धशिङ्गादयो अनुदात्तङितस्तेभ्योऽपि न अनुदात्तङितः इत्यनुबन्धनिर्देशात् तत्र ष्टिपा शपा इति निषेधात् अत एव श्यन्नादयो न गणेन निर्देशात् किन्तु शबेव चर्करीतं च इत्यादौ पाठाच्छपो लुक् इति उक्तमस्ति अत्र सर्वेषाम् अवगमनं भवेत् तत्र तावदेव पठनेन तावतः पठने इति न अपेक्षा अस्ति अत्र इतः अग्रे सर्वं दत्तमस्ति न यद् लिखितमस्ति अत्र अद्यतनपाठः अस्मिन्नेव अस्ति कथम् एतत् सर्वं भवति प्रथमतया किञ्चित् विस्तरेण लिखितमस्ति अनन्तरं पुनः किञ्चित् इतोपि दत्तमस्ति तर्हि विद्यापकिनी अग्रे पठति वा आं महोदय अस्य अर्थः कः इति क्रमेण परिशीलयाम नित्वस्य प्रत्यय अप्रत्यय साधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः नित्वप्रत्यय यद् लिखितमस्ति तद् तदेव पठतु एकवारं तत्र अस्माकम् अभ्यासः अपेक्षितः खलु नित्वस्य प्रत्ययासाधारणत्वेन अकारः प्रत्ययासाधारणत्वेन मम दोषः अस्ति अस्तु समीचीनम् अग्रे प्रत्ययलक्षणाप्रवृत्तेः नित्वप्रत्ययस्य नित्व अप्रत्ययस्य च उभयोः स्वस्य स्वस्य पृथक्तया धर्मो वर्तते यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम् इतोपि स्पष्टीकरणार्थम् उच्यते यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रियते तत्रैव तत् केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवतु यथा राजा राजन्योगः सु हल् न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन सप्रत्ययस्य लोपः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्यात्मक प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा तस्य पदसंज्ञा ग्रहणेन न लोपः प्रातिपदिकान्तस्य इत्यनेन पदान्तनकारस्य लोपो जायते किन्तु अनुदात्तनित आत्मनेपदम् इत्यनेन यत् आत्मनेपदत्वं विधीयते तस्य नित्वं केवलं प्रत्ययनिमित्तिकनित्वं न अपि तु यत्किमपि नित्वं प्रकृतेः नित्वं आदेशस्य नित्वम् इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा नित्वप्रयुक्त आत्मनेपदत्वं नास्ति तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तिकं कार्यं नास्ति अपि तु प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं नित्वम् आत्मनेपदत्वस्य कारणम् अतः अत्र प्रत्ययलक्षणेन यत् यङ् नित् मत्वा आत्मनेपदत्वं ग्रहीतुं न शक्यते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति आत्मनेपदत्वनिमित्ताभावात् शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदम् क्रमेण पश्येम अत्र प्रथमतया दत्तमस्ति नित्वस्य प्रत्ययासाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः इति अस्ति इत्युक्ते यत्र नित्वस्य प्रत्यय अपि च अप्रत्ययसाधारणधर्मः अस्ति तत्र प्रत्ययलक्षणं न भवति अत्र नित्वप्रत्ययस्य अपि च नित्व अप्रत्ययस्य द्वयोः पृथक् पृथक् धर्मः वर्तते तर्हि यत्र नाम तस्य अर्थः कः नित्वप्रत्ययस्य इत्युक्ते प्रत्ययस्य धर्मः इत्युक्ते प्रत्यये कश्चित् धर्मः अस्ति अप्रत्यये अपि कश्चित् धर्मः अस्ति इत्युक्ते तस्य स्वभावः अस्ति लक्षणम् अस्ति अग्रे उभयत्र अग्रे उभयत्र तद् लक्षणं भिन्नं खलु इति उभयत्र लक्षणं भिन्नं प्रत्ययस्य लक्षणं भिन्नम् अप्रत्ययस्य लक्षणं भिन्नं यद्यपि नियतं स्यात् उभयत्र प्रत्ययः भिन्नः अप्रत्ययः भिन्नः अप्रत्ययः इत्युक्ते यः प्रत्ययः न अस्तु अग्रे तर्हि धातुः प्रातिपदिकं यत्किमपि भवतु तत्र अस्तु अनन्तरं प्रत्ययलक्षणं तत्रैव कार्यं यत्र प्रत्यये परे अप्रत्यये परे उभयत्र ग्रहणम् अस्ति तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य कार्यं न भवति तस्य कार्यं न कर्तव्यम् इति अस्ति तस्य स्पष्टीकरणार्थम् अत्र उच्यते तत्र वाक्यं पठतु येन सर्वे जानीयुः कुत्र अस्ति भवति. यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम् इति अस्ति. तर्हि यस्मिन् सूत्रे प्रत्यये अप्रत्यये द्वयोः ग्रहणं भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणं इत्यस्य कार्यं न कर्तव्यम् इति. इतोपि स्पष्टीकरणार्थम् उच्यते यत्र हि प्रत्ययसाधारणं रूपम् आश्रियते तत्रैव तत् इत्युक्ते यस्मिन् सूत्रे केवलं प्रत्ययस्य असाधारणं धर्मः एव आश्रियते तत्रैव तत् इत्युक्ते तत्र तस्मिन् सूत्रे केवलं प्रत्ययं निमित्तीकृत्य एव कार्यं स्यात्. अप्रत्ययनिमित्तीकृत्य कार्यं भवति चेत् तत्र प्रत्ययलक्षणं न भवति. केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवतु इति अस्ति. तस्य उदाहरणार्थं राजा इति शब्दः तत्र राजं वा सर्वेषां कृते अप्रत्ययस्य निमित्तं कृते किञ्चित् किम् अप्रत्ययनिमित्तम् इत्युक्ते किम् यत्र निमित्तम् अस्ति किन्तु प्रत्ययः नास्ति इति प्रश्नः. न न सः उक्तवती अप्रत्ययस्य निमित्तम् इति. अहं न अवगतवान् अप्रत्ययस्य निमित्तम् इति. प्रत्ययनिमित्तम् अहं जानामि किमपि प्रत्ययः अस्ति तन्निमित्तं किमपि कार्यम् धातुः भवेत् प्रातिपदिकं भवेत् आदेशः भवेत् यत्किमपि भवेत् यथा महोदय शिङ् धातुः अस्तु शिङ्धातुः आत्मनेपदमस्ति इदानीं ङित्वात् तस्य ङित्वं तत्र प्रत्ययसम्बद्धं नास्ति. आमां सत्यं धन्यवादः महोदय. तर्हि केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् सर्वे अवगच्छन्तु केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवतु. नाम यत्र प्रत्ययरूप एकनिमेषं महोदय प्रत्ययरूपेण यत्र कार्यं करोति यत्र तादृशं कार्यं भवति यत् प्रत्ययः यदि न स्यात् तर्हि कार्यमेव न स्यात् इति चेत् एव लक्षणं भवतु महर्षि. नाम प्रत्ययलक्षणं प्रत्ययलोपे सति अपि लक्षणम् अस्तु महोदय. भवतु असाधारणं कार्यम् इत्युक्ते असाधारणं किं किमस्ति तत्र असाधारणं यथा वयं प्रष्टुं शक्नुमः मनुष्यस्य असाधारणधर्मः कः. नाम यः स्वभावः सर्वेषु मनुष्येषु अस्ति किन्तु अन्यत्र नास्ति इति असाधारणधर्मः. नाम इत्युक्ते मनुष्यः खादति तत्र कुक्कुरः अपि खादति पशवः बहवः तत्र सर्वे खादन्ति. अतः मनुष्यस्य असाधारणधर्मः इत्युक्ते किमिति चेत् मनुष्यः खादति इति कोऽपि उत्तरं ददाति चेत् तत्र समीचीनं नास्ति. यतोहि यद्यपि सर्वे मनुष्याः खादन्ति किन्तु अन्ये जीवाः अपि खादन्ति अतः असाधारणधर्मः नास्ति. तत्र धर्मः अति तु अस्ति खादनं नाम यः खादति किन्तु तत् सर्वे जीवाः खादन्ति इति कृत्वा साधारणधर्मः अस्ति न तु असाधारणधर्मः. असाधारणधर्मः इत्युक्ते सर्वेषु मनुष्येषु किन्तु अन्यत्र न स्यात् विलक्षणधर्मः. स्पष्टं वा? ङित् प्रत्ययः स्वीकुर्मश्चेत् सर्वेषु प्रत्ययेषु यत्र ङित्वम् अस्ति तत् साधारणरूपम् इति वक्तुं शक्नुमः वा महोदय? सर्वेषु प्रत्ययेषु इति वा हा यङ् इति प्रत्ययः स्वीकुर्मश्चेत् यङ् प्रत्ययस्य णित्वम् असाधारणरूपं नास्ति, यतोहि अन्ये प्रत्ययाः सन्ति यत्र णित्वम् अस्ति. अतः प्रत्ययाः अन्ये प्रत्ययाः अपि सन्ति इति केवलं न, तत्र यथा शिङ् धातुः तत्र प्रत्ययः एव नास्ति, बहुत्र णित्वं भवति. णित्वं भवति आदेशेषु धातुषु प्रत्ययेषु णित्वं भवति. अतः तत्र साधारणस्वभावः अस्ति, साधारणधर्मः अस्ति, केवलं प्रत्ययेषु णित्वं भवति इति नास्ति. अतः अत्र अत्र किन्तु तत्र समस्या नास्ति, यङन्तप्रसङ्गे समस्या नास्ति. किमर्थं यङ् अस्ति एव अत्र, यङ् लुक् भवति. हा नाम यङः लुक् इति न जातं, धातुः नाम यङ् लुगान्तधातुः स्वयं यत् अस्ति, अतः प्रत्ययलक्षणस्य आवश्यकता नास्ति. अत्र प्रश्नः उदेति यत् कुत्र प्रत्ययलक्षणं कर्तुं शक्नुमः. अतः यद्यपि यङ्लुगान्तधातोः यद् णित्वमस्ति तत्र साधारणमस्ति, णित्वं बहुत्र भवति, किन्तु अत्र धातोः स्वस्य एव णित्वमस्ति, अतः असाधारणत्वम् इति नापेक्षितमस्ति. यत्र लक्षणं यत्र तद्रूपम् इति प्रत्ययः नास्ति, तस्य च लक्षणं कर्तुम् इच्छामः, तत्र असाधारणत्वम् अपेक्षितमस्ति. महोदय, परन्तु शीङ् अस्ति, अहम् अवगच्छामि यत् शीङ् स्वयम् एव णित् अस्ति, परन्तु यदि किमपि कोऽपि अन्यधातुः अस्ति, यतोहि पट् तत्र यङ् लुगन्तधातुः यदा यङ् लुगन्त तस्य रूपं भवति पापट् खलु, तत्र पापट् तु यङ् यङ् यङ् एकनिमेषः, भवतः प्रश्नः अवगतः. हेमभगिनी कृपया तत्र किं म्यूट् करोतु, कस्यचित् तत्र ध्वनिः अस्ति. ओ न, म्यूट् मध्ये अन्यः कोऽपि अस्तु, समीचीनं, सम्यक् अस्ति. अत्र किमस्ति, शीङ् इति धातुः मया यः उक्तः उदाहरणत्वेन, तत्र यङ् लुगन्तप्रसङ्गः न, केवलं साधारणधातुरूपेण शेते इति आत्मनिपदिधातुः अस्ति. शिङि शिङ् धातुः ञित् अस्ति, अतः यङ् लुगन्तधातुः यदा शिङ् इति भवति तदानीं तत्र आत्मनिपदत्वम् अस्ति इति किमपि नास्ति. पट् ङित् नास्ति, शीङ् ङित् अस्ति इति यङ् यङन्तप्रसङ्गे यङ् लुगान्तप्रसङ्गे अस्माभिः न चिन्तनीयम्. आमां तत्तु जानामि अहम्. अस्तु अस्तु, प्रश्नः कः तर्हि? अहं शीङ् धातुः शीङ् धातोः सम्बन्धेन वदामि. अहं वदामि यत् शीङ् तु स्वयमेव ङित् अस्ति, तदस्तु, परन्तु यद्यपि यदि कोऽपि अन्यः धातुः अस्ति, उदाहरणं पट्, पट् तु सामान्यतया तु स्वयं णित् नास्ति, परन्तु यदि यदा तस्य यङ् लुगन्तधातुः भवति पापट्, तत्तु यङ् प्रत्ययस्य कारणेन एव णित् भवति खलु. न, भवान् यङन्त अथवा यङ् लुगन्त इति वदति? यङ् लुगन्त, यङ् लुगन्त. हा अस्तु, तर्हि यङ् लुगन्त लुक् भवति, लोपः भवन्ति, परन्तु तत्र असाधारणकार्यं प्रत्ययस्य कारणेन एव आगच्छति खलु, यत् मिस् भवति, लुक् अस्ति चेदपि, अतः तत्र प्रत्ययलोपे प्रत्ययलक्षणं न भवति वा इति नास्ति. अत्र इतः अग्रे पठेम, पठनेन अत्र केवलम् आरम्भः जातः. किमर्थमस्ति इति यत् प्रश्नः संक्षेपे उक्तमस्ति, पूर्वमेव इदानीमेव उक्तमस्ति, यत् यङ् प्रत्ययः यस्य लुक् जातं तत्र ङित्वं विलक्षणं नास्ति, केवलं प्रत्ययरूपेण यत् ङित्वमस्ति तत् ङित्वं प्रत्ययरूपेण इति नास्ति, बहुत्र भवति ङित्वं, केवलं प्रत्यये भवति इति नास्ति, अतः स्वीकर्तुं न शक्नुमः. इदानीम् अग्रे उदाहरणानि सन्ति. अग्रे पठेम. द्रोणमहोदय अग्रे पठति वा? तत्र अग्रिमः प्रश्नः इति आरभ्य वा महोदय? न न न न, तत् नाम प्रथम अनुच्छेदे स्मः, इदानीं तत्रैव प्रति लक्षणं भवतु. यथा राजा इति स्वीकारः. अस्तु, तत्र अस्ति तत्रैव प्रत्ययलक्षणं भवतु, नाम तत्र केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवतु. एतावत्पर्यन्तम् अस्माभिः दृष्टं यत् तत्र प्रत्यये विद्यमान यत् तत्र धर्मः नित्वम् अस्ति, तत् असाधारणधर्मः नास्ति. सः धर्मः साधारणधर्मः कुतः इति चेत् प्रत्यये अपि भवति अप्रत्यये अपि भवति. तर्हि तत्र साधारणत्वमेव असाधारणत्वं नास्ति. परन्तु अत्र राजंसु इति उदाहरणं केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं. प्रत्ययलक्षणं कदा कर्तव्यम् इत्युक्ते प्रत्यये विद्यमानः असाधारणधर्मं लक्ष्यीकृत्य एव यदि विधिः अस्ति चेदेव तत्र प्रत्ययलक्षणं कर्तुं तदेव युक्तं. यथा अत्र उदाहरणम् अस्ति, राजन् योगसु हल् न्याभ्यो दीर्घात् सुतिश्च प्रत्यं हल् इत्यनेन सकारस्य लोपः. तत्र अन्तिमवर्णः हल् नकारः अस्ति इति कृत्वा तस्मात् परतः तत्र सकारस्य लोपः. परन्तु लोपे कृते अपि इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्ययात्मकः प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा. तर्हि सुप्त्वं कुत्र वर्तते? सुप्त्वं तु तत्र प्रत्ययभिन्ने अन्यत्र न वर्तते. तर्हि प्रत्ययस्य असाधारणधर्मः सुप्तु इत्यनेन तर्हि तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इदानीं कर्तुं शक्यते. कुतः इति चेत् सुप्त्वम् असाधारणधर्मः इत्यनेन सुप्रत्ययात्मकप्रत्ययधर्ममात्रस्य प्रत्यये एव विद्यते तत् सुप्तं. तर्हि पुरस्कारं कृत्वा राजन् सुबन्तं. किमर्थमित्युक्ते नाम इदानीं राजनेव इदानीम् अवशिष्टं पदं. तर्हि इदानीं पदम् इति पदसंज्ञा न प्राप्तम् इदानीमपि, परन्तु इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति कर्तुं शक्यते. कुतः इति चेत् तत्र सुप्तम् असाधारणधर्मः इति कृत्वा प्रत्ययलक्षणे प्रत्ययलक्षणं कृते इदानीं राजन् पदसंज्ञां प्राप्नोति. सुप्तिङन्तं पदम् इति कृत्वा इदानीं राजन् इति तत्र वर्णसमुदायस्य आनुपूर्वी तत्र घटितस्य इदानीं पदसंज्ञा. तर्हि इदानीं पदसंज्ञा अपि प्रातिपदिकोपि राजन् प्रातिपदिकमपि अस्ति, पदसंज्ञामपि प्राप्नोति इति कृत्वा इदानीं नलोपो प्रातिपदिकान्तस्य इदानीं तत्र पदस्य अधिकारे अस्ति इति मन्ये. तर्हि प्रातिपदिकान्त यदि प्रातिपदिकमपि अस्ति पदसंज्ञामपि प्राप्नोति चेत् तस्य अन्तस्य नकारस्य लोपो भवति इति नलोप प्रातिपदिकान्तस्य इत्यस्य अर्थः. इत्यनेन पदान्तनकारस्य लोपो जायते. सूत्रमस्ति किञ्चित् पठति वा? तत्र किञ्चित् अधोभागे द्रष्टव्यं न लोपः प्रातिपदिकस्य इति सूत्रमस्ति. नलोपप्रातिपदिकान्तस्य प्रातिपदिकसंज्ञक पदस्य तदेव अर्थः. प्रातिपदिकसंज्ञा अपि भवेत् पदसंज्ञा अपि भवति. प्रातिपदिकसंज्ञकपदस्य अन्ते विद्यमानस्य नकारस्य लोपः. न लुप्तषष्टिकं, नस्य लोपः नाम नकारस्य लोपः. न लुप्तषष्टिकं पदं लोपः प्रथमान्तं, प्रातिपदिकलुप्तषष्टिकं पदम् अन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रं, पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, प्रातिपदिकस्य पदस्य अन्तस्य न लोपः इति स्पष्टमेव अस्ति. इदानीं पुनः किमस्ति इति तत्र इदानीं पदान्ते इत्यनेन पदान्तनकारस्य लोपो जायते. किन्तु अनुदात्तमितात्मनि पदम् एतदपि पठितव्यं वा महोदय? अनुदात्तङ्गितात्मनि पदम् इत्यनेन यत् आत्मनिपदत्वं विधीयते तस्य ङित्वं केवलं प्रत्ययनिमित्तकङित्वं न अपि तु यत्किमपि ङित्वं. प्रकृते ङित्वम् आदेशस्य, प्रकृतेः नित्यम् आदेशस्य ङित्वम् इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते. इदानीं तत्र भिन्नरूपेण इदानीं नलोपो प्रातिपदिकां तस्य प्रसक्त्यर्थम् अस्माकं प्रत्ययलोपे प्रत्ययलक्षणं कृतं. कुतः इति चेत् तत्र सुप्तस्य असाधारणत्वम् इत्यनेन इदानीं तत्र भिन्नरूपेण अनुदात्तङ्गित आत्मनिपदम् अत्र ङित्वं स्वीकृत्य आत्मनिपदत्वं विहितं. परन्तु ङित्वं साधारणधर्मो अस्ति, असाधारणधर्मः नास्ति. इत्यनेन यत् आत्मनिपदं विधीयते तस्य ङित्वं केवलं प्रत्ययनिमित्तं ङित्वं नास्ति. अपि तु यत्किमपि ङित्वम् अस्ति तत्र प्रकृते प्रकृते ङित्वम् आदेशस्यापि ङित्वं भवति चक्षिङ् इति अस्ति तत्र तत्र प्रकृति इत्यस्यैव ङित्वं तर्हि आदेशस्यापि ङित्वम् इत्यादिकमपि तत्र यत्किमपि ङित्वम् आदाय अत्र सूत्र किं वदति अत्र अनुदात्तङित आत्मनिपदम् इत्युक्ते प्रत्ययस्य एव ङित्वम् आदाय तत्र आत्मनिपदित्वं गीतं यत्किमपि ङित्वं यत्र कुत्रापि भवेत् साधारणधर्म एव अत्र स्वीकृतः तद् आदाय एव अत्र आत्मनिपदत्वम् आत्मनिपदविहितः आत्मनिपदत्वं विहितं तर्हि इत्यादिकमपि आत्मनिपदत्वस्य निमित्तं स्वीक्रियते न केवलं प्रत्ययनिमित्तकं ङित्वम् अपि तु प्रकृतेः ङित्वम् आवश्यस्य इत्यादिकम् उक्तं तर्हि प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्वप्रयुक्त आत्मनिपदत्वं नास्ति तदेव उक्तः अत्र प्रत्ययनिष्ठ एव धर्मम् आदाय अन्यत् ङित्वं तु प्रत्ययनिष्ठ एव धर्म नास्ति प्रत्ययनिष्ठधर्मे मात्र तत्र स्वीकृत्य तत्र आत्मनिपदत्वं न विहितं ङित्वप्रयुक्त आत्मनिपदं नास्ति तात्पर्यम् इदं यत् आत्मनिपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति कुतः इति चेत् तत्र ङित्वनिमित्तकमेव प्रत्ययनिमित्तकं नास्ति प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं ङित्वम् आत्मनिपदरूपस्य कारणं तर्हि प्रत्ययत्वमेव न आवश्यकं ङित्वमेव केवलम् आवश्यकं ङित्वं तु सर्वत्र भवति इति अर्थः अतः अत्र प्रत्ययलक्षणेन यङ् ङित् मत्वा आत्मनिपदत्वं ग्रहीतुं न शक्यते कुतः इति चेत् यङ् अत्र ङित्वं प्रत्यय अप्रत्ययसाधारणम् इति कृत्वा प्रत्ययलक्षणे प्रत्ययलक्षणं न कर्तुं न शक्यते इति अर्थः प्रत्ययरूपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्यय प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति अत्र तु प्रत्ययरूपेण तत्र निमित्तं मत्वा कार्यं न विहितम् अत्र तु ङित्वं स्वीकृत्य कार्यं विहितम् आत्मनिपदत्वनिमित्ताभावात् तर्हि इदानीं तत्र ङित्वं नास्ति इति कृत्वा आत्मनिपदस्य निमित्तं नास्ति इति कृत्वा अत्र शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदमेव विहितम् इति अभिप्रायः हा हा समीचीनमस्ति धन्यवादः महोदय तत्र यशोवर्धन मध्ये तत्र किञ्चित् स्पष्टता आगता वा अस्माकं चिन्तनं समाप्तं नास्ति किन्तु द्रोणमहोदयेन यत् उक्तमस्ति तत्तु तस्य सारः सारांशः चन्द्रशेखर महोदय पुनः एकवारम् असाधारण सुप्रत्ययस्य असाधारणत्वं कृपया पुनः एकवारं वदतु धर्ममहोदय वदतु कृपया नाम तत्र तत्र हल्म्याभि दीर्घात् श्रुति स्वीकृतं हल् इति तत्र सकारस्य लोपः तर्हि कस्य सकारस्य लोपः इत्युक्ते तत्र सुबन्तघटितस्य सकारस्य एव लोपः जातः तर्हि नाम तत्र सुप् इति प्रत्याहारघटितस्य तत्र सकारस्य एव लोपः जातः इत्यनेन सुप्रत्ययात् तर्हि तस्य प्रत्ययस्य धर्ममादाय एव तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति कृतम् इदानीं पुनः एकवारं पठामि राजन्सु हल्ग्याभ्यसुतिम् इत्यनेन सकारस्य लोपः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्ययात्मकप्रत्ययधर्म आम् अत्र केवलं तत्र इत्यनेन सुप्रत्ययात्मकप्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा तस्य इदानीं तत्र सुबन्तं कथं जातम् इत्युक्ते तत्र पदस्य अन्ते सुप् अस्ति सुप्रत्यय अस्ति एव अस्ति इति कृत्वा एव तद् भिन्नम् अन्यत् किमपि अस्ति इति मत्वा तस्य सुबन्तत्वं न विहितं तत्र सुप्रत्यय एव आवश्यकम् अन्ते सुप्रत्यय भिन्न अन्यत् किमपि न आवश्यकं तत् किमपि न स्वीकर्तव्यं भवति तर्हि केवलं तद् अन्ते अस्ति इति तत्र तत्र प्रत्यय असाधारणधर्ममेव तत् अन्यत् किमपि तत्र सकार अस्ति चेत् तद् न भवति नाम तत्र सुप्रत्याहारघटितस्य सकारस्य एव लोपो सकारस्य एव लोपः स्यात् तत्र अन्यस्य सकारस्य लोपे जाते तत्र पदसंज्ञा न प्राप्नुते इति अस्ति चन्द्रशेखर स्पष्टं वा सुतिस्य पृष्ठं भवति युक्तमस्ति सु इति सु इति सु इति सुरूपेण सु इति सुरूपेण स्वीकर्तव्यमस्ति अपरस्य तत्र तत् स्थाने अन्यत् किमपि भवितुं नार्हति इति कृत्वा असाधारणत्वमस्ति साधारणधर्मः नास्ति तदर्थं न लोपः प्रातिपदिकान्तस्य इत्यस्य कार्यं भवति किन्तु अनुदात्तञ्यत् आत्मनिपदम् इति अस्मिन् स्थले यत्र यङ्लुक् अस्ति तत्र अनुदात्तञ्यत् आत्मनिपदमिति केवलं तादृशप्रत्ययस्य लूक् भवति चेत् तादृशप्रत्ययः इति निमित्तं चेदेव अनुदात्तत्वं क्षमताम् आत्मनिपदत्वम् इति स्वीक्रियते इति नास्ति, बहुत्र भवति. अतः नाम यद्यपि बहुत्र भवति तथापि यथा शिङ् धातुः तत्र ङित्वम् अस्ति एव, अतः तत्र लक्षणमिति नापेक्षितम् अस्ति एव. अतः असाधारणत्वमिति तत्र नापेक्षितमस्ति, किन्तु लक्षणमिति यत्र नास्ति रूपम् अपि लक्षणं कर्तुम् इच्छामः तत्र असाधारणधर्मम् आधारीकृत्य एव लक्षणं कर्तुं शक्यते. अतः यङ्लुकि न भवति, यङन्ते तत्र समस्या नास्ति, यङन्ते समस्या नास्ति, यङ्लुकि समस्या अस्ति. इतोपि पुनः एकम् उदाहरणं स्वीकुर्मः. अत्र एतावत् अस्पष्टमस्ति वा तत्र राजन् अपि च यङ्लुक् अनयोः भेदः? चन्द्रशेखरमहोदय वदतु. इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तु सर्वदा न भवति, अवधानं दातव्यं कुत्र लक्षणम् अस्ति वा न वा इति. खलु यथा यथा अत्र साधारण असाधारणत्वं निमित्तीकृत्य किमपि कार्यमस्ति नाम राजन् युगः सु अपि च तत्र यङ् यङः लूक् इति सु इत्यस्य प्रत्ययलक्षणं कृतं, किन्तु यङ् यङ् लूक् तत्र यङ् इत्यस्य प्रत्ययलक्षणं तत्र आत्मनिपदप्रसङ्गे न कृतम् इति किमर्थं, तत्र भेदः कः द्वयोः? अत्र सु इत्यस्य असाधारण यथा महोदयेन उक्तम् असाधारणलक्षणं तत्र सु एव प्रत्ययः तत्र अपेक्षितं अपेक्षितः अस्ति, परन्तु यङ् लुकि तत्र आत्म अनुदात्तङित आत्मनेपदम् इत्यस्मिन् सूत्रे तु कुत्रापि ङित्वम् अस्ति चेत् ङकार इत् अस्ति चेत् तद् आत्मनेपदं स्वीक्रियते तेन, तदर्थं तत्र साधारण लक्षणम् अस्ति, तदर्थं तत्र प्रत्ययलोपे प्रतिलक्षणम् इति लक्षणं न तिष्ठति प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन इति न कर्तव्यं. हा हा, बहु समीचीनमस्ति. इति तादृशविषयः अस्ति. इदानीम् अग्रिमानुच्छेदः यः अस्ति तस्मिन् प्रसङ्गे तत्र समासस्य किञ्चित् ज्ञानमपेक्षितमस्ति, सम्पूर्णरूपेण नापेक्षितमस्ति किन्तु किञ्चित्. अतः ततः अग्रे अनन्तकृष्णः अग्रे प्रतिवत् नाम तद् अनुच्छेदं त्यक्त्वा अग्रे समासस्य शिक्षा. ततः अत्र प्रत्ययलक्षणेन यन् कृता भवति खलु प्रत्ययलक्षणं समासस्य शिक्षा इति यद् लिखितमस्ति. ओ समासस्य शिक्षा. आम् राजपुरुषः राज्ञः पुरुषः राजन् न सु पुरुषः पुरुष क्षम्यतां सु समाससंज्ञा कृत्प्रतिशसमासाच्च इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा. अधुना राजन् न सु पुरुष सु इति समुदायस्य प्रातिपदिकसंज्ञा. नसु सु इति द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवौ सुपो धातुप्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् राजन् पुरुष. पुनः पठामि महोदय. राजपुरुषः इति ततः आगच्छति राज्ञः पुरुषः इति षष्टितत्पुरुषसमासः. राज्ञः पुरुषः तत्र प्रक्रिया अस्ति राजन् इति प्रथमं सुबन्धपदम् अनन्तरं नास्ति इति प्रातिपदिकं प्रातिपदिकं क्षम्यतां राजन् इति प्रातिपदिकं ततः नस् उपयुस् नस् इति योजयित्वा पदं भवति राजा इति. सो ततः राजन् नस् राजादिना तत्र राजन्युगः ङस् ङस् इति षष्टिविभक्त्यन्तं राज्ञः क्षम्यतां राज्ञः इति अभवत् राजन्युगः ङस् राज्ञः इति भवति सो ततः राजन् ङस् एवं पुरुषसु इत्यनेन पुरुषः इति भवति ततः राजन् ङस् पुरुषसु समाससंज्ञा अस्ति तद्विधसमासश्च इत्यनेन अपरेण सूत्रे अत्र सर्वं न प्रदर्शितमस्ति केवलं सारांशः नाम अत्र विग्रहवाक्यमस्ति राजपुरुषः इत्यस्य विग्रहवाक्यं राज्ञः पुरुषः खलु इति लौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यमस्ति राजन्योगः ङस् पुरुषयोग राजन् ङस् पुरुषसु इति विग्रहवाक्यं पुनः उक्तमस्ति ततः आरभ्य कथं राजपुरुषः इति भवति इति किञ्चित् प्रदर्शनमस्ति तत्र सर्वाणि सूत्राणि न प्रदर्शितानि अत्र यदा शब्दसङ्ग्रहः भवति राजन् ङस् पुरुषसु तत्र समाससंज्ञा भवति इति मन्तव्यमस्ति अग्रे सो समाससंज्ञा कृत्पद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा कस्य अधुना राजन् ङस् पुरुषसु इति समुदायस्य प्रातिपदिकसंज्ञा कृत्पद्धितसमासाश्च इत्यनेन सूत्रेण अस्य समुदायस्य राजन् ङस् पुरुषसु इत्यस्य समुदायस्य प्रातिपदिकसंज्ञा हा तत्र अस्माभिः दृष्टं खलु तत्र अर्थवत् धातु धातुरप्रत्ययः प्रातिपदिकं तत्र प्रातिपदिकविधायकसूत्रं द्वयम् अस्माभिः दृष्टं बुधवासरस्य वर्गे कृदन्ताः तदितान्ताः समासाः च अपि प्रातिपदिकसंज्ञकाः इति सूत्रं वदति अस्तु अग्रे तस्य एतस्य समुदायस्य प्रातिपदिकसंज्ञा अस्ति उत्तमं नसुसु इति द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवौ सुपोधातुप्रातिपदिकयोः इति अनेन सूत्रेण धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् तत्र समुदायस्य नसस्ति सु अस्ति तस्य समुदायस्य प्रातिपदिकसंज्ञा अपि अस्ति सो ततः तस्य अवयवरूपेण ङस् सु इति प्रत्ययो इति प्रातिपदिकयोः लुक् भवति इति सारांशः तत्र सुपोः इति प्रत्ययस्य लुक् भवति सुप् इति प्रत्ययः कः ङस् सु इति एते सर्वे सुप् इति प्रातिपदिके प्रत्यये अन्तर्भूतो भवतः ततः तयोः लोपः भवति इति हा इति अस्ति बहु सम्यक् अस्ति नाम आरम्भतः यत् राजन् युगः ङस् पुरुषयुगः सु इति पृथक् पृथक् पृथक् भागाः सन्ति राजन् क्षम्यतां राजन् ङस् पुरुष सु इति तावता पृथक् पृथक् भागाः सन्ति किन्तु एकवारं यदा समाससंज्ञा भवति कृत्थदितसमासस्य प्रातिपदिकसंज्ञा अस्ति तदानीं राजन् ङस् पुरुष सु इति आहत्य प्रातिपदिकसंज्ञा अस्ति आहत्य तदानीं ङस् इति विभक्तिः नास्ति सु इति विभक्तिः नास्ति अत्र अवयवः नाम प्रातिपदिकस्य अवयवाः चत्वारः राजन् ङस् पुरुषसु इति प्रातिपदिकस्य चत्वारः अवयवाः सन्ति अत्र अवयवी अस्ति राजन् ङस् पुरुषसु इति अवयवी एना तदर्थमेव सुपो धातुप्रातिपदिकयोः इत्यनेन यस्य धातोः अथवा प्रातिपदिकस्य तत्र अवयवरूपेण सुप् प्रत्ययः अस्ति तस्य च लुक् भवति इति कृत्वा इदानीं राजन्योगः पुरुषः ततः अग्रे तत्र इतोपि तत्र नाम नकारस्य लोपः भवति राजपुरुष इति कृत्वा अग्रे राजपुरुषः इति समासः भवति. तावत् यत् प्रदर्शितमस्ति अस्य उदाहरणस्य तत्र अवगमनार्थं तावदेव अपेक्षितमस्ति इति अस्ति. अस्तु, अग्रिमपरिच्छेदः इति हेमभगिनी पठति. महोदय, एकः प्रश्नः अस्ति, प्रायः सम्बन्धितः न अस्ति परन्तु पृच्छामि, नस् प्रत्ययस्य लोपः किमर्थं भवति? किमिति? नस् नस् तस्यापि लोपः भवति वा? नस् इत्यस्य लोपः भवति एव. नस् नस् इति वा राजङ्गस् इति नस् वा? आमाम् आमां. तत्र द्वयोः तत् भिन्नरूपेण भवति वा? तत् भिन्नसूत्रेण भवति वा? न न, अनेन सूत्रेण ङस् सु इति द्वयोः अवयवयोः तत्र लुक् भवति. ओ सुप् सुप् हा सुप् सुप् कस्मिन्नपि कस्मिन्नपि समासे एकवारं यदा तादृश समाससंज्ञा जाता अस्ति अपि च प्रातिपदिकसंज्ञा जाता अस्ति तदानीम् अलौकिकविग्रहे यत् ङस् सु अथवा यः कोऽपि सुप्रते अस्ति सुप् अत्र सुपः लुक् भवति अनेन सूत्रेण. अनेन तत्र इदानीम् उदाहरणं जातमस्ति. हेमभगिनी अग्रे पठतु कृपया प्रत्ययस्य. अस्तु महोदय, प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति. तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति. किन्तु यः धर्मः साधारणः सः प्रत्यये अपि भवति अप्रत्यये अपि भवति. तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति. अत्र सुयोगः दृषदः इति स्थितौ सुयोगः दृषद् दृशत् इति दकारान्तपदमस्ति, नाम प्रातिपदिकमस्ति. दकारान्तप्रातिपदिकमस्ति स्त्रीलिङ्गे. तस्य अर्थः अस्ति शिलाखण्डः. शिलाखण्डः उपरितने परिच्छेदे पुनः एतत् सर्वम् उच्यते यत् अत्र विशिष्ट कश्चन समासः अस्ति. उपरि पश्यन्तु, सुदृशत् प्रासादः इति उपरि तत्र स्थूलक्षरैः लिखितमस्ति. सुदृशत् प्रासादः इति अस्य प्रसङ्गे किञ्चित् अवगन्तव्यमस्ति. दृशद् इति दकारान्त स्त्रीलिङ्गशब्दः, तस्य अर्थः शिलाखण्डः. इदानीं सुयोगः दृश्यत् तत्र बहुवचने, सुयोगः दृश्यत् तद् बहुवचने तत्र तत्र समासः अस्ति. सु इति शोभनार्थे, शोभनार्थे सु योगः सु दृशद्. अस्तु, अग्रे पठतु कृपया. सुयोगः दृषदः प्रथमा बहुवचने. सुयोगः दृषद्योगः जस् इति प्रत्ययः. तत्र कृत्पदितसमासाश्च इत्यनेन अत्र वदामि, अत्र सु इत्यस्य अनन्तरं जस् आसीत्, किन्तु सु अव्ययमस्ति इति कृत्वा तत्र जस् इत्यस्य लोपः भवति अनेन. अतः केवलं सुदृशजस्. उपरि राजन् इति अस्मिन् राजन् ङस् पुरुष सु अत्र उभयत्र विभक्तिः आसीत् खलु प्रत्ययः. अत्र केवलं सुदृशजस् बहुवचने. अत्र सुजस् दृशजस् वस्तुतः, अनन्तरं सु इत्यस्य अनन्तरं यः जस् तस्य लुक् तस्य लोपः. अस्तु, अग्रे. सु इति उपसर्गः वा महोदय? न, तत्र अव्ययमस्ति, उपसर्गः नास्ति. तत्र उपसर्गः नास्ति. अस्तु, अग्रे. सुयोगः दृशद्योगः जस् इत्यस्य समग्रस्य उपसर्गः यत्किम् अव्ययमस्ति इति यत्किमपि अव्ययमस्ति. अग्रे. सुयोगः दृशद्योगः जस् इत्यस्य समग्रस्य समुदायस्य प्रातिपदिकसंज्ञा सुपो धातु प्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् भवति. अतः अत्र जस् इति प्रत्ययस्य लुक् भवति. जस् सुप्रत्ययः अस्ति इति कृत्वा तदनन्तरं सुयोगः दृशदिति स्थितिः. लुकि सति सुदृशदकारान्तः प्रत्ययलक्षणे असन्तः. असन्तः इत्युक्ते महोदय? असन्तः इति अग्रे पठतु. प्रत्ययलोके प्रत्ययलक्षणं सुदृशदस् सुदृशदस् इति असन्तरूपम्. असन्तरूपं जस् जस् इति आसीत् खलु जस्. आम् आम् आम् असन्ते इति इत्संज्ञालोपः सुदृशदस् इति असन्तरूपं. सुदृशदस् योगः सु अत्वसन्तस्य च धातोः इत्यनेन अतु प्रत्ययान्तशब्दस्य तथा अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सुप्रत्यये परे दीर्घः. अत्र दीर्घो न भवति यतोहि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिद्ध्येत् तत् प्रत्ययलक्षणं न भवति यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति. अप्रत्यये प्रातिपदिके चन्दमस् इत्यस्मिन् विधस् इत्यस्मिन् च भवति अपि भवति इति. तर्हि अत्र सुदृशदस् इति यत्र प्रत्ययस्य उपयोगः जातः तत्र केवलं प्रत्ययस्य प्रत्ययं निमित्तीकृत्य तत् तत्र प्रत्ययलक्षणं न स्वीकृतं यतोहि तत्र चन्द्रमस् इति अन्यत् प्रातिपदिकम् अस्ति विदस् इति प्रातिपदिकम् अस्ति. अत्र असन्तत्वं केवलं प्रत्ययेन एव न भवति अतः अत्र प्रत्ययलक्षणं न भवति इति. एवं वा महोदय? इति विषयः सु इति क्षम्यतां तत्र उपसर्गः अस्ति किन्तु व्ययमस्ति इति वक्तव्यमासीत्. सु उपसर्गः किन्तु व्ययमस्ति. अत्र पुनः अत्र वदामि सुदृशद् जस् यथा राजन् ङस् पुरुषसु अत्र सुदृशद् जस् इति अत्र समासः अस्ति अस्य समुदायस्य अतः प्रातिपदिकसंज्ञा अपि अस्ति. इति कृत्वा इदानीं जस् इत्यस्य सुपो यथा उपरि आसीत् सुपो धातु प्रातिपदिकयोः इति सूत्रेण अत्र जस् इत्यस्य लुक् यथा उपरि राजन् ङस् पुरुषसु इत्यस्मिन् ङस् सु इत्यनयो लो इत्यनयो लुक् इति जातमासीत् अतः राजन् योगः पुरुष इति अवशिष्टमासीत्. अत्र अपि तथा सु योगः दृशद् योगः जस् सुदृशजस् इत्यस्यां दशायाम् अत्र जस् इत्यस्य लुग् भवति. अत्र प्रश्नः यथा यङ्लुगन्तदात् तत्र यङ्लुगन्तप्रक्रियायां तत्र प्रश्नः आसीत् खलु यत् यया रीत्या धातुसंज्ञा भवति लुक् इति तत्र यङ् इति मत्वा यङ्लुगन्तप्रसङ्गे एवमेव तत्र आत्मनिपदत्वमिति कथं किमर्थं न स्यात् प्रत्ययलक्षणमिति कृत्वा. अत्र अस्य उदाहरणमपि अस्ति यथा तत्र प्रत्ययलक्षणं न कर्तुं शक्नुमः तत्र यतोहि प्रत्ययस्य असाधारणधर्मः नास्ति ङित्वम् अत्रापि तथा नाम अत्र सु दृशद् जस् इति ज इत्यस्य इत्संज्ञालोपः सुदृशद् अस् अत्र किञ्चित् अत्वसन्तस्य च धातोः इति किञ्चित् अवगन्तव्यमस्ति अस्माभिः. अनेन सूत्रेण अतु प्रत्ययान्तशब्दस्य अपि च अस् यस्य अन्ते अस्ति तस्य उपधा दीर्घः भवति यदा अग्रे सुप्रत्ययः अस्ति एकवचने सु. अधोभागे तत्र उदाहरणानि सन्ति. अपर्णभगिनी कृपया पठतु अत्र अत्वसन्तस्य च धातोः इत्यस्य उदाहरणानि. अत्वसन्तस्य च धातोः उदाहरणानि मत् येषाम् अन्ते ते धीमत् योगः सु धीमान् अत्र धीमत् अस्ति तत् मत् अन्ते अस्ति अग्रे प्रथम एकवचनस्य सु अस्ति, धीमत्योगः सु, तद् भवति धीमान्. अत्र अन्तस्य अत्र सम्पूर्णरीत्या प्रक्रिया न प्रदर्शिता अस्ति. अत्र महत्त्वं किं? तत्र उपधादीर्घः. अत्र उपधादीर्घः, आम्. यतोहि अत्वसन्तस्य च धातोः इत्यनेन अत्र असन्तः अस्ति, अतः उपधायां दीर्घः भवति. तथैव अत्र असन्तः इति नास्ति. अत्र अस्मिन् सूत्रे भागद्वयमस्ति, अत्वसन्तस्य अतु, अत्र अतु इति अस्ति, अतु अतु, न तु न तु अस्, किन्तु अत्र अतु, अत्र अत्र किमस्ति? मतुप्, मतुप्, वतुप्, क्तवतु. अत्र अत्र विषयः अस्ति मतुप् वत्, अत्र मतुप् इत्यस्मिन् अतु अस्ति खलु, वतुप् इत्यस्मिन् अतु अस्ति, क्तवतु इत्यस्मिन् अतु अस्ति. तर्हि यत्र यत्र प्रत्यये अतु इति अस्ति अस्ति, अपि च अग्रे सुप्रत्ययः अस्ति, तत्र उपधादीर्घः भवति इति सारांशः. तथैव वत् येषाम् अन्ते अत्रापि अत्र वतु अस्ति, भवत्योगः सु, उपधादीर्घः भूत्वा भवान् गतवत् इति भवति, गतवान्. अस् येषाम् अन्ते ते, अत्र अस् अन्तः अस्ति. चन्द्रमस् योगः एकवचनस्य सुप्रत्ययः, अत्रापि चन्द्रमाः उपधादीर्घः भूत्वा चन्द्रमाः इति भवति. हा, इति स्थितिः अस्ति. तर्हि उपरि पुनः गच्छामः, यत्र हेमा भगिनी पठति स्म. अत्वसन्तस्य च धातोः, नाम अधातो, अत्र च धातोः इति नापेक्षितमस्ति. यत्र धातुः अस्ति तत्र न भवति, अधातोः. इत्यनेन अतु प्रत्ययान्तशब्दस्य तथा अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः दीर्घः भवति प्रथमैकवचनस्य सुप्रत्ययपरे. अत्र किन्तु दीर्घो न भवति, यतोहि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिद्ध्येत्, नाम कुत्र? सुदृशदस्, सुदृशदस्, अत्र जस् इति अस् इति मत्वा, सुदृशदस् इत्यस्मिन् असन्तरूपम् इति मत्वा, नाम लुक् तत्र जस् इत्यस्य लुक् जातं खलु. अपर्णा भगिनी अवदति वा, वदति वा? आं महोदय, अत्र सुदृशदस् इति जस् इत्यस्य लोपः अभवत् सुप्पोधातु प्रति प्रातिपदिकयोः इत्यनेन. किन्तु प्रत्ययलक्षणम् इति स्वीकुर्मश्चेत् प्रत्ययलक्षणेन सुदृशदस् इति असन्तरूपं भवति. किन्तु एतत् अस् प्रत्ययस्य भागः अस्ति. किन्तु अत्वसन्तस्य चाधातोः इत्यनेन अत्र केवलम् अस् प्रत्यय लक्षणम् अस् इति न उक्तमत्र. यतोहि अत्र चन्द्रमस् उदाहरणं स्वीकुर्मश्चेत् तत्र अस् भिन्नम् अस्ति. किन्तु अत्र अस् इति प्रत्यय अवयव अस् इत्युक्ते तत्र अस् इति जस् इति अस्य अस् नास्ति. अत्र चन्द्रमस् इति सम्पूर्णरीत्या प्रातिपदिकमस्ति. अग्रे, अतः अत्र अत्र दीर्घो न भवति, यतोहि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिद्ध्येत् तत् प्रत्ययलक्षणं न भवति. यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति. यतोहि अत्र अत्वसन्तस्य च धातोः इत्यस्य निमित्तं यदस्ति अस् इति, तत् केवलं प्रत्ययस्य अस् इति नास्ति. अत्र यतोहि चन्द्रमस्य अपि अत्र अस् इति प्रत्ययः नास्ति. अतः प्रत्ययस्य प्रत्ययस्य असाधारणधर्मः नास्ति. अतः अत्र अत्र दीर्घः न भवति. यतोहि अत्र अप्रत्ययस्यापि ग्रहणम् अस्ति चन्द्रमस् इत्यनेन. अतः अप्रत्यये प्रातिपदिके सुदृशदस् इत्यस्मिन् अपि भवति. चन्द्रमस् इत्यस्मिन् अत्र अप्रत्यये प्रातिपदिके चन्द्रमस् इत्यस्मिन् अपि भवति. हा, अतः फलतः अस्ति यत् सुदृशदस् इत्यस्मिन् तत्र प्रत्ययलक्षणं कृतमस्ति. किन्तु अत्र नाम अत्र उपधादीर्घः न भवति किमर्थमिति चेत् प्रत्ययलक्षणमेव न भवितुमर्हति. अत्र सुदृशदस् इति कर्तुमेव न शक्नुमः, सुदृशद् इति अस्ति दकारान्तप्रातिपदिकमस्ति, न तु असन्त. असन्तप्रातिपदिकम् इति मत्वा उपधादीर्घः भवति सुप्रत्यये परे इति नास्ति, इति न भवितुमर्हति यथा भवती उक्तवती. चन्द्रमास् इति अस्मिन् अत्र वेदस् विदस् इति न वेधस् विधस् वेधस् इति पुल्लिङ्गशब्दः अस्ति. ब्रह्मन् इति ब्रह्मन् ब्रह्म नकारान्त नपुंसकलिङ्गशब्दः ब्रह्मन् इति अस्मिन् अर्थे वेधस् पुल्लिङ्गशब्दः अस्ति. अस्तु, सम्यक् अस्ति. इदानीं यद् मूलपरिच्छेदः अस्ति तत् पठेम, इदानीम् अवगन्तुं शक्नुमः इति मन्ये. अत्र अग्रिमः प्रश्नः आयाति यत् नाम एतावता प्रथमे परिच्छेदे प्रथमे परिच्छेदे यत् यत्र विद्याभगिनी पठति स्म अपि च द्रोणमहोदयः पठति स्म, अस्य सारांशः कः इति यशोवर्धमान् तत्र वदतु. एकनिमिषं महोदय, कुत्र अस्ति अहं? दीर्घ अनुच्छेदः ङित्वस्य प्रत्यया प्रत्ययसाधारणत्वेन प्रत्ययलक्षण प्रत्यय लक्षणाप्रवृत्तेः इत्यस्य अर्थः उक्तः. ङित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तिः इति उक्तमस्ति खलु. हा, इति उक्तं तत्र राजन् इत्यस्य उदाहरणं दत्त्वा. आमां, तत्र तस्य सारांशः कः? राजन् उदाहरणस्य महोदय, अथवा सम्पूर्णपरिच्छेदस्य? हा, परिच्छेदस्य. तत् परिच्छेदस्य अस्ति महोदय सारांशः, यत् यदि अत्र कोऽपि किमपि कार्यं गृह्णातु, यदि तत् कार्यं केवलं प्रत्यय अस्ति चेद् एव भवति. नाम प्रत्ययस्य असाधारणकार्यम् अस्ति, प्रत्यय नास्ति चेत् कार्यमेव नास्ति. तादृशी स्थित्याम् एव प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा प्रत्यय अस्ति इति चिन्तयामि. यदि सूत्रेण यत् कार्यं सूत्रे यत् कार्यं उक्तमस्ति तत् साधारणकार्यम् अस्ति, प्रत्ययः अस्ति चेदपि प्रत्ययः नास्ति चेदपि तत् कार्यं भवति, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं सूत्रस्य प्रसक्तिः न भवति इति. यतोहि अतः अनुदात्त आत्मने अनुदात्तनित आत्मनेपदम् इति सूत्रं वदति यत् नित् अस्ति चेत् आत्मनेपदी भवतु, परन्तु तत् नित् प्रत्ययनिमित्त नित् अस्ति इति तु न लिखितम् अस्ति. अप्रत्ययः अपि नित् अस्ति चेत् आत्मनेपदी भवति. अतः प्रत्ययस्य किमपि असाधारणकार्यं नास्ति, अतः असाधारणकार्यं नास्ति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इति कार्यं न करोति. अतः यङ्लुकि प्रसङ्गे प्रत्ययलोपे प्रत्ययलक्षणं तत् कार्यं न भवति, कार्यं न भवति, अतः नित् तस्य सम्बन्धः एव नागच्छति, अतः शेषात् कर्तरि इति सूत्रेण यं लुबन्धधातुः परस्मैपदी भवति. हा, बहु समीचीनमस्ति इति अस्ति एतावता. इदानीं चन्द्रशेखरमहोदय, अग्रिमप्रश्नः अग्रिमे अनुच्छेदे. अग्रिमप्रश्नः आयाति यत् केवलं प्रत्ययधर्मस्य आश्रयः इति न, अपि तु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात्? हा, यशोगन् यदुक्तमस्ति तत्र असाधारणधर्मः तस्यैव तत्रैव तत्र प्रत्ययलक्षणम्. इदानीं तस्यैव प्रश्नः आगतः खलु इदानीं. चन्द्रशेखरः पुनः वाक्यं पठतु. अग्रिमः प्रश्नः आयाति यत् केवलं प्रत्ययधर्मस्य आश्रय इति न, अपि तु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात् इति. इत्युक्ते तत् अग्रे अत्र कौमुदीकारः लिखति यत् अत एव सुदृशप्रसाद इत्यस्य अत्वसन्तस्य इति दीर्घो न. केवलं प्रत्ययधर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः. इत्युक्ते अत्र कौमुदीकारः लिखति तत् वाक्यम् अत एव सुदृशप्रसादः इत्यस्य अर्थसन्तस्य इति दीर्घः न इति. इदानीं वयं दृष्टवन्तः अर्थसन्तस्य च धातोः इत्यनेन उपधा दीर्घः न भवति किमर्थम् इति. तत्र जस् इति प्रत्ययस्य असन्तः इति अस्ति, परन्तु तत् जस् प्रत्ययः तु लुक् भवति. तदर्थं तत्र अत्र अर्थसन्तस्य च धातोः इत्यस्मिन् अस् इति केवलं प्रत्यय अस् इति न उक्तं. किमपि अस् असन्तः भवतु, यथा चन्द्रमास् इत्यस्मिन् चन्द्रमाः भवति, तत्र तथा तदर्थं तत्र अस् इति प्रत्ययलक्षणं प्रत्ययस्य अस् अन्तः इति न विदितं. तदर्थं तत् प्रत्ययलक्षणं न तिष्ठति. तदर्थम् अत्र अत एव सुदृशप्रसादः इत्यस्य अर्थसन्तस्य इत्यनेन दीर्घः न भवति, केवलं प्रत्ययधर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः. तथैव उच्यते प्रत्ययधर्मम् आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम्. अत्र असन्तः प्रत्ययधर्मम् आश्रित्य न, केवलं प्रत्ययधर्मं जस् इति प्रत्ययधर्मम् आश्रित्य न, किमपि असन्तः भवतु तथा तत्र दीर्घः भवति. अस्तु, हा, इदानीं किञ्चित् शास्त्ररीत्या अग्रे तदेव उक्तमस्ति, पठतु महोदय. हा, तदर्थमेव सुदृशप्रसादः इत्यस्मिन् अर्थसन्तस्य च धातोः इत्यनेन दीर्घः न भवति. अनेन सूत्रेण अतु प्रत्ययान्तशब्दस्य तथा अस्य अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमा एकवचनस्य सुप्रत्यये परे दीर्घः भवति. परन्तु सूत्रे अधातोः इत्यनेन यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति. एतत्तु सूत्रस्य विवरणमस्ति. यस्मिन् अतु प्रत्ययान्तशब्दः अथवा असन्त प्रातिपदिकम् अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधा दीर्घः भवति सुप्रत्यये परे, इत्युक्ते प्रथम एकवचनं वचनरूपे. अपि च धातोः अधातोः इत्यनेन धातुः अन्ते अस् अस्ति चेत् तस्य तत्र दीर्घः न भवति इति उक्तं सूत्रेण. अत्र सुशोभना दृषदः यस्य प्रसादस्य सुजस् सुयोगः जस् दृषद्योगः जस् अर्थात् सुन्दराः शिलाखण्डाः यस्य प्रसादस्य इति विग्रहवाक्येन यः समासः भवति समास अवयवः मत्वा समासावयवः मत्वा सुपो धातु प्रातिपदिकयोः इत्यनेन जस् प्रत्ययस्य लोपः. इत्युक्ते अत्र यथा पूर्वमेव दृष्टं सुयोगः जस् योगः दृश्योगः जस् तत्र जस् इति सुप्रत्ययः तत्र सुपो धातु प्रातिपदिकयोः इत्यनेन तेषां तयोर्लुक् भवति तयोर्लुक् भवति इति पूर्वमेव दृष्टम् अस्माभिः. हा, जस् जस् इति तत्र सु अव्ययम् इति कृत्वा अपरेण किञ्चित् सूत्रेण जस् इति अस्य लुक् अत्र प्रदर्शनमस्ति. नाम सुदृशद् जस् इत्यस्मिन् जस् इत्यस्य अनेन सूत्रेण लुक् लुक् इदानीं सुपो धातु प्रातिपदिकयोः इत्यनेन धातु च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् भवति इति पूर्वमेव दृष्टम् अस्माभिः. यदि कश्चन सुप्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति तर्हि तस्य सुप्रत्ययस्य लुप् भवति. अत्र किन्तु लुप्तस्य जस् प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम् अवलम्ब्य प्राप्तदीर्घादेशः न भवति. अत्र यदि यथा वयं पूर्वं दृष्टम् अस्माभिः सुपो धातु प्रातिपदिकयो इत्यनेन जस् प्रत्ययस्य लोपः भव लुक् भवति. परन्तु अत्र लुक् अस्ति, परन्तु तत्र जस् प्रत्ययस्य असन्तं तिष्ठति वा न वा इति प्रश्नः. तत् तथैव प्रत्ययलक्ष्यं कर्तुं शक्यते न वा इति, शक्यते वा न वा इति प्रश्नः. तदर्थम् अत्र किन्तु लुप्तस्य जस् प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम् अवलम्ब्य प्राप्तदीर्घादेशः भवति वा न भवति इति उक्तं. किमर्थम् इति चेत् अर्थसन्तस्य जाधातोः इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयम् अवलम्ब्य दीर्घः भवति इति नास्ति, अपि तु वेदशब्दस्य शब्दात् वेदाः इत्युक्ते वेदस् योगः सु अर्थसन्तस्य च धातोः इत्यनेन वेदाः इति भवति. तस्मिन् तत्र इत्यस्मिन् प्रत्यये तत्र इत्यस्मिन् प्रत्यये अप्रत्यये च उभयत्र दीर्घादेशः भवति. अत्र प्रत्यये प्रत्ययं प्रत्यये परे वा अपि च प्रत्यये नास्ति अपि इत्युक्ते वेदस् इत्यस्य असन्तप्रातिपदिकम् अस्ति. तत्र सुप्रत्यये परे अर्थसन्तस्य च धातोः इति दीर्घादेशः विधीयते. परन्तु तत्तु प्रत्ययस्य लक्षणं न अपेक्षितं तत्र. सु इति प्रत्ययस्य किमपि प्रत्ययस्य लक्षणं न अपेक्षते तत्र. अस् इति अङ्गस्य अन्तः अपेक्षते. तदर्थं तत्तु साधारण लक्षणम् अस्ति. अतः इदं कार्यं प्रत्ययप्रत्ययं साधारणकार्यं, केवलं प्रत्ययसाधारणकार्यं नास्ति. अतः इदं कार्यं प्रत्ययप्रत्ययं साधारणकार्यं कार्यः प्रत्ययप्रत्ययं साधारणकार्यं केवलं प्रत्ययसाधारणकार्यं नास्ति. असाधारणकारणम् इति नास्ति. प्रत्यय असाधारणकारणम् इति नास्ति. एवमेव यङ् लुकि प्रत्ययप्रत्ययसाधारणकार्ये प्रत्ययलक्षणेन आत्मनेपदं न भवति इति. एवमेव इदानीं यथा उक्तं वेदस् इति शब्दे अन्ते अङ्गस्य अन्ते अस् इति अपेक्षितं, न तु प्रत्ययस्य किमपि लक्षणम् अपेक्षितं. तथा एव यङ् लुकि अपि तत्र यङ् निद्वत् नित्वं नित्वत् तत्र नित् इति लक्षणं अनुदात्तङ्गित आत्मनेपदम् इति सूत्रं तत्र नित्वं तु प्रत्ययस्य किमपि लक्षणं तत्र न अपेक्षितं सूत्रे. केवलं यत्र कुत्रापि नित् भवतु तथा अनुदात्तमित आत्मनेपदम् इत्यनेन आत्मनेपदत्वं. परन्तु अत्र यङ् लुकि यङ् लुक् भवति. तदर्थं यथा वयं पूर्वमेव उक्तवन्तः प्रत्ययस्य किमपि लक्षणं तत्र न अपेक्षितं, तदर्थं लुक् भवति. तदर्थं नित्वं तु अपि गतं, तदर्थं शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदित्वम् इति सिद्धान्तमस्ति. हा बहु सम्यक् अस्ति, बहु सम्यक् अस्ति. अग्रे अग्रे वेङ्कटेशमहोदय, इदानीं किञ्चित् किञ्चित् स्पष्टं जातमस्ति खलु सर्वेषां कृते? वेङ्कटेशमहोदय अग्रे, अस्माकं तत्र समासस्य शिक्षा अनन्तरं यः परिच्छेदः सः तु पठितः, तदनन्तरं यङन्तप्रसङ्गे अस्ति वा महोदय? अस्मि महोदय. हा अग्रे पठतु कृपया यङन्तप्रसङ्गे. यङन्तप्रसङ्गे धातुः स्वयं नित् अस्ति, अतः णित्वस्य स्वीकारे समस्या नास्ति. यदा यङन्तधातुः अस्ति तत्र स्वयं तत्र धातुः णित् अस्ति अत्र, अतः तत्र समस्या नास्ति इति लिखितं. परन्तु यङ् लुगन्तप्रसङ्गे यत्र यङ् लुक् भवति तत्र णित्वस्य स्वीकारार्थं लुप्तस्य यङ् प्रत्ययस्य लक्षणं करणीयम्. यत्र यङ् लुक् भवति तत्र यत् तत्र नित्वस्य स्वीकारार्थं यदा लुप् लुप् लुप् भवति तत्र प्रत्ययलक्षणं करणीयम् इति लिखितं, तच्च इति लिखितम् इति लिखितमस्ति तत् भवान् अवगच्छति न वा? अवगच्छामि, परन्तु न करणीयम् इति अग्रे आगच्छति महोदय. अस्तु अस्तु अस्तु. तच्च न कर्तुं शक्यते यतोहि णित्वं केवलप्रत्ययः धर्मः नास्ति, अपि तु अपरेषु स्थलेष्वपि भवति. यथा शीङ् धातोः धातौ एकं करोतु, तत्र अन्तपर्यन्तं पठतु एकवारम्, अनन्तरम् आरम्भतः वदतु. एवमेव चन्द्रवस्थिति प्रातिपदिकं स्वयम् असनम् असनम् अतः तस्य असन्तम् असन्तम् असन्तम् असन् असन्तम् अतः तस्य असन्त्वस्य स्वीकारसमस्या नास्ति. किन्तु सुदृशदस् इत्यस्मिन् यः अस् भागः सः तु प्रत्ययलक्षणेन स्वीकृतम्, अतः असन्तत्वं केवलं प्रत्यये भवति इति नास्ति, अपि तु प्रातिपदिकेषु अपि भवति. अतः प्रत्ययलक्षणेन असन्तत्वं न मन्तव्यम्. असन्तत्वस्य प्रत्ययमात्रवृत्तित्वभावेन तत्पुरस्कारेण दीर्घे क्रियमाणे प्रत्ययलक्षणस्य असम्भवादिति भावः. असम्भवात् इति भावः. असम्भवात् इति भावः. परिच्छेदः अवगतः वा? आं महोदय. वक्तुमिच्छति वा अथवा अन्य कोऽपि वदति चेत् उत्तमं महोदय. अस्तु, विद्यापयनि सहायं करोतु कृपया क्रमेण. यङन्तप्रसङ्गे वयं जानीमः यङ् नित् अस्ति, अतः तत्र अनुदात्तनित् आत्मनेपदम् इत्यनेन तत्र यङन्तधातुः आत्मनेपदी भवति. परन्तु अत्र यङ् लुगन्तप्रसङ्गे तत्र यदा हि धातुतः यङ् प्रत्ययः विधीयते तदनन्तरं तस्य लुक् अपि भवति, तर्हि तत्र प्रत्ययस्य लुक् अभवत्. इदानीं तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति यदि वयं कुर्मः तदा एव तत्र नित्वं भवति. तस्मिन् सन्दर्भे तत्र अनुदात्तनित आत्मनेपदम् इति सूत्रेण तत्र आत्मनेपदी इति भवति वा इति चेत् तत्र प्रत्ययलक्षणं तिष्ठति वा न इति प्रश्नः अस्ति. तर्हि यथा वयं पूर्वं दृष्टवन्तः तत्र यत्र प्रत्ययस्य असाधारणधर्मः अस्ति तत्र एव तद्धर्मम् आश्रित्य एव यत्र कार्यं भवति तत्र एव प्रत्ययलक्षणं भवति. परन्तु अनुदात्तनित आत्मनेपदम् इति सूत्रे नित्वं तत्र केवलं प्रत्ययस्य एव धर्मः नास्ति, परन्तु तत्र नित्वं यत्किमपि नित्वं तत् तस्मिन् सूत्रे अन्तर्भूतः इत्युक्ते प्रत्ययः भवतु अप्रत्ययः भवतु द्वयोः अपि ग्रहणम् अस्ति इति कृत्वा तत्र प्रत्यय इति कृत्वा यङ्लुगन्तप्रसङ्गे तत्र अनुदात्तनित आत्मनेपदम् इत्यस्य प्रसक्तिः न भवति. तस्य उदाहरणम् अत्र शीङ् इति धातौ, तत्र शीङ् धातोः अन्ते नित् अस्ति, तत्रापि शीङ् धातुः आत्मनेपदी भवति तत्र अनुदात्तनित आत्मनेपदम् इत्यनेन, तत्र प्रत्यय अप्रत्ययद्वयोः ग्रहणम् अस्ति इति. एवमेव चन्द्रमस् इति प्रातिपदिकम् अस्ति, चन्द्रमस् इति प्रातिपदिकस्य अन्ते असन्तम् अस्ति, तत्र प्रातिपदिकम् असन्तम् अस्ति इति कृत्वा तत्र अत्वसन्तस्य च धातोः इति सूत्रेण तत्र उपदादीर्घः भवति, तत्र किमपि समस्या न, कापि समस्या तत्र. परन्तु यत्र सुदृशदस् इति अस्ति, तत्र सुदृशदस् इति प्रातिपदिके तत्र असन्तं तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा एव तत्र असन्तं भवति. तर्हि अत्वसन्तस्य इति सूत्रे न केवलं प्रत्यय न केवलं तस्मिन् सूत्रे न केवलं प्रत्ययस्य असाधारणधर्मं स्वीकृत्य कार्यं भवति, परन्तु प्रातिपदिकम् अस्ति चेत् अपि असन्तप्रातिपदिकम् अस्ति चेदपि तस्य कार्यं भवति इति कृत्वा तत्र तत्सूत्रम् इत्यस्मिन् अत्वसन्तस्य इति सूत्रे तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति न कर्तुं शक्नुमः. तर्हि अत्र सुदृशदस् इत्यस्मिन् वयं प्रत्ययलोपे प्रत्ययलक्षणम् इति न कर्तुं शक्नुमः, तर्हि तत्र सुदृशद् इति एव प्रातिपदिकं भवति. अन्ततो गत्वा असन्तवस्य प्रत्ययमात्रवृत्तित्वभावेन असन्तत्वस्य प्रत्ययमात्रवृत्तित्वभावेन तत्पुरस्कारेण दीर्घक्रियमाणे प्रत्ययलक्षणस्य असम्भवात् इति भावः. इत्युक्ते अत्वसन्तस्य इति सूत्रे तत्र प्रत्ययमात्रवृत्तित्व अभावः अस्ति, इत्युक्ते तत्र प्रत्यय अप्रत्ययद्वयोः अपि ग्रहणम् अस्ति इति कृत्वा तत्र प्रत्ययलक्षणं तत्र असम्भवः, इत्युक्ते तत्र उपधादीर्घः तत्र न कर्तुं शक्नुमः. हा, अत्र साम्यं तर्हि कुत्र कृतमस्ति अस्मिन् परिच्छेदे? नाम धातुः, नाम यङन्तदातुः अस्ति चेत् समस्या नास्ति, एवमेव चन्द्रमस् इति प्रातिपदिकम् अस्ति, प्रातिपदिकम् अपि च सुदृशदस् इति प्रत्ययान्तम् अस्ति. न, यङन्तम् इति यया रीत्या समस्या नास्ति, तया एव रीत्या. कुत्र महोदय? नाम अस्मिन् परिच्छेदे तत्र तत्र साम्यं प्रदर्शनमस्ति यत् ञित् तत्र यङन्तदातुः स्वयं यत् अस्ति, अतः नाम प्रत्ययलक्षणं न तत्र तस्य आवश्यकता नास्ति इति कृत्वा समस्या नास्ति. यद्यपि साधारणधर्मः अस्ति, असाधारणधर्मः नास्ति, किन्तु ञित् स्वयमस्ति इति कृत्वा समस्या नास्ति इति यया रीत्या. एवमेव तत्र चन्द्रमस् इति अस्मिन् अपि तथा स्वयम् असन्तमस्ति. अस्तु, यङ्लुगान्तदातुः ञित् अस्ति स्वयं, चन्द्रमास इति प्रातिपदिकं स्वयम् असन्तम् खलु. अपि च तत्र अपरस्मिन् दिशि, अपरस्यां दिशि कुत्र साम्यम् अस्ति? यङ्लुगान्त अपि च सुदृशदस् तत्र साम्यम् अस्ति. हा, इति प्रदर्शनमस्ति. अस्तु, स्पष्टं जातम् इति मन्ये. बालसुब्रह्मण्यं वा तत्र अस्ति वा? हा, किमिति? खलु, अस्तु अस्तु. हा, बालसुब्रह्मण्यं तत्र अग्रे अस्ति, अग्रे महोदय अस्ति वा? आसीत्, अस्तु, तस्य अवसरः अपि भवतु इति अहं चिन्तितवान्. अस्तु, तर्हि शुकवर्णं तत्र अग्रे त्रयाणाम् उदाहरणानाम् अनन्तरम् अस्ति किञ्चित्. हा, तत्र चन्द्रमस् सु च सुदृशदस् सु इत्यनयोः मध्ये कः भेदः? चन्द्रमस् इति स्वभावेन प्रातिपदिकं, सुदृशदस् इति रूपं प्रत्ययलक्षणं कृत्वा साधितम्. अत्र च यतोहि असन्तत्वं प्रत्यये अप्रत्यये उभयत्र भवति, अतः प्रत्ययलक्षणं कर्तुं न शक्यते. यङ्लुगन्तप्रसङ्गे अपि ङित्वं तादृशसाधारणधर्मः इति अत्र. हा, चन्द्रमस् इत्यत्र अपि च सुदृशदस् योगः सु इत्यनयो भेदः कः इति चेत्, यद्यपि द्वयोः अन्ते द्वयमपि असन्तम् अस्ति, तयोः असन्तत्वम् अस्ति, किन्तु चन्द्रमस् इत्यस्य स्वभावेन प्रातिपदिकसंज्ञा अस्ति, किन्तु सुदृशदस् इत्यस्य प्रत्ययलक्षणं स्वीकृत्य एव असन्तत्वं साधितम् इति कृत्वा तयोः मध्ये भेदः अस्ति इति कृत्वा चन्द्रमस् इत्यत्र तत्र असन्तस्य च धातोः इति सूत्रस्य प्रसक्तिः भवति, न तु सुदृशदस् इति स्थले इति अस्ति. हा, अपि अपि च यङन्त यङ्लुगन्तप्रसङ्गे किम् अस्ति? हा, तत्र यङन्तप्रसङ्गे ङित्वं साधारणरीत्या अस्ति, किन्तु यङ्लुगन्त प्रसङ्गे तत्र प्रत्ययलक्षणे प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकृत्य एव तत्र ङित्वं साधयितुं शक्यते इति कृत्वा तादृशं साधयामश्चेत् तत्र प्रत्ययस्य असाधारणधर्मः भवति इति कृत्वा तत्र आत्मने आत्मने अनुदात्तगित आत्मने पदम् इति सूत्रस्य प्रसक्तिः न भवति इति पदेव. हा अस्तु, बहु सम्यक् अस्ति. इदानीं विषयः स्पष्टः खलु? यशोवर्धनं तत्र सन्तोषजनकः वा इदानीं? अस्तु, बहु समीचीनम्. अनन्तकृष्णमहोदय तत्र स्पष्टं जातं वा? महोदय अस्ति. अस्तु, यत्किमपि भवतु, जनानां मनसि स्पष्टता आगता इति आशा इति भाति. सर्वेषां हेमा भगिनी स्पष्टं वा? आं महोदय. अस्तु, बहु समीचीनं. तत्र महोदय एकमेव वक्तुम् इच्छामि महोदय, यदि सर्वे न्यायवर्गे आगच्छन्ति चेत् इतोपि सौलभ्यं भवति इति अस्ति अवगमनार्थं. हा हा हा, अवश्यम् अवश्यं. हा हा, तत् तत्तु सत्यम् अवश्यं. तत्र यङ् यङ् इत्यस्य यङन्तस्य विषये ङित्वम् अस्ति, न तु प्रत्ययत्व प्रत्यय इति तादृश चिन्तनमस्ति तत्र जातिविषये. हा सत्यं सत्यं सत्यं. हा, विद्याभगिनी आगमिष्यति खलु, तत्र जान्वरि मासे आगमिष्यति इति उक्तं खलु? आं महोदय. हा, बहु समीचीनमस्ति. तत्र विषयः सम्यक् अस्ति, द्रोणमहोदय पाठयिष्यति, तत्र बहु सम्यक् अस्ति. अस्मिन् प्रसङ्गे यत्र त्वम् इत्यादिकं भवति तत्र तादृशं चिन्तनं बहुत्र अस्ति, बहु किमपि अस्ति. द्रोणमहोदय तत्र बहु सुन्दररूपेण पाठयिष्यति इति कृत्वा जान्वरि मासे सर्वे आगच्छन्तु. अस्तु, समयः जातः, तर्हि अग्रिमे सप्ताहे इतः अग्रे सरेम. धन्यवादः सर्वेषां, नमस्काराः. धन्यवादः.